श्रीमद्भागवतस्य माहात्म्यरूपेण पद्मपुराणे गोकर्णमोक्षवर्णनम् इति कथाभागः अस्ति. तत्र पूर्वं तुङ्गभद्रातटे एकः ब्राह्मणः, सः पुत्रहीनः आसीत्. पुत्रहीनत्वस्य कारणात् महादुःखी आसीत्. कालान्तरे सः वनं गत्वा देहत्यागं कर्तुं निश्चितवान्. तस्मिन् अवसरे एकं योगिवर्यं दृष्टवान्. तत्र योगिवर्यस्य अनुग्रहेण सः एकं फलं प्राप्तवान्. योगी एवम् उक्तवान्, इदं फलं पत्न्याः हस्ते ददातु, यदि सा फलं खादति तस्य सुपुत्रः भवति, एवं सत्यधर्मस्य पालनं, सकलविधशुचित्वपालनं सर्वं करणीयं. सः अतीव लोकप्रसिद्धः ज्ञानी भवति इति योगी उक्तवान्. विप्रः अतीवसन्तुष्टः, फलं गृहीत्वा गृहम् आगतवान्. पत्न्याः हस्ते फलं दत्त्वा सः गतवान्, सर्वं निवेद्य गतवान्. किन्तु सा तु गर्भं धारयितुं न इच्छति. तस्याः मनसि आतङ्कः वर्तते. इदानीमेव गृहे दारिद्र्यं, वस्तूनाम् अभावः, पुनः प्रसूतसमये अत्यधिककष्टानि भवन्ति. एतत् सर्वं सोढुम् अहं न इच्छामि इति सः चिन्तितवती. किन्तु यदा पतिदेवः आगत्य पृष्टवान्, मया फलं खादितम् इति असत्यं कथितवती. एवं तस्याः मनसि आतङ्कः अपि आगतः. अग्रे किं भविष्यति? इदानीं ब्राह्मणः चिन्तयति, मम पत्नी गर्भवती अस्ति इति. किन्तु वास्तवं तद् नास्ति. अतः सा तस्याः भगिन्याः सकाशं सर्वं निवेदितवती. भगिनी अपि अतीव कुटिला एव, तस्याः बुद्धिः अपि कुबुद्धिः एव. सा उक्तवती, अहम् अधुना गर्भवती अस्मि, मम पुत्रं भवत्यै दास्यामि, तदर्थं भवती किं करणीयं, मम पतिमहोदयाय धनं यच्छतु इत्यादि कार्यम् आदिष्टवती. एवं फलं योगिना दत्तं फलं वयं परीक्षणार्थं धेन्वे समर्पयामः, पश्यामः इति उक्त्वा भगिन्यौ तत्फलं धेन्वे दत्तवत्यौ. एवं कालक्रमेण विप्रपत्न्याः भगिनी पुत्रं प्रसूतवती. रहस्यरूपेण अग्रजायाः गृहं प्रापितवती. एवं स्वपुत्रं मृतवान् इति अन्येषां पुरतः सा उक्तवती. कालक्रमेण योगिनः फलस्य सिद्धिकारणतः धेनोः उदरात् अत्यन्तं श्रेयस्करं तेजोमयं पुत्रं प्राप्तवान् ब्राह्मणः. तस्यापि अत्यन्तम् आश्चर्यम् अभूत्, कथमेवम् अभवत् इति. वास्तविकवृत्तं विप्रः न जानाति स्म. एवं स्वतनयं दुन्धुगारी इति नामकरणं कृतवान्. धेनोः पुत्रं गोकर्णं, तस्य कर्णः धेनोः कर्णसदृशौ, अतः गोकर्णम् इति नामकरणं कृतवान्. किन्तु पूर्वकर्मस्य पूर्वकर्मणः प्रभावात् दुन्धुगारी अत्यन्त अधर्मी जाता एवं योगिवर्यस्य अनुग्रह कारणात् गोकर्णः लोकप्रसिद्धः महाज्ञानी अभवत्। कालांतरे दुन्धुगारी गृहे सदा अत्याचारम् एव करोति स्म, सर्वान् पीडयति स्म, एवं स्वपितरम् अपि नितरां पीडयति स्म दुन्धुगारी। आर्जितं वित्तं धनं सर्वम् अधर्मकार्येषु एव व्ययं करोति स्म। नितरां दुःखितः विप्रः स्वपुत्रं गोकर्णं समाश्रित्य अस्य शान्त्यर्थम् उपदेशं प्रार्थितवान्। गोकर्णः वैराग्यस्य विषये उक्तवान्। एवम् अस्मिन् देहे स्पृहां त्यजतु, जाया पुत्र इत्यादि लौकिकविषयेषु श्रद्धा न करणीया, वैराग्य सम्पूर्णतया वैराग्यं प्राप्य भगवन्तं नारायणं स्मृत्वा एव परमशान्तिं प्राप्तुं सर्वे अर्हामः इति सम्यक् बोधितवान् गोकर्णः। तस्य वचनानुसारं सः विरक्तिं प्राप्तवान्। वनं गत्वा प्रतिदिनं हरेः स्मरणं कृत्वा तस्यैव नामसङ्कीर्तने मग्नाः भूत्वा अन्ते हरिलोकं प्राप्तवान्। हरि ओम्, नमस्ते, धन्यवादाः।